नमस्कारः. धव्य तुमुन् तृच् इति करपत्रे करपत्रम् अनुवर्तते. तत्र ततः वयं किं तत्र इडुव्यवस्था अभ्यासः इति करपत्रे धातून् स्वीकृत्य वयम् अभ्यासं कुर्मः. आरम्भं करोतु भगिनी, सरला भगिनी आरम्भं करोतु. भगिनि, अहं शोधनमस्ति इदानीम्, अन्वेषणम्. ओ अस्तु भगिनि, प्राप्तं प्राप्तम् अस्तु. टेक् इति धातु साधु आरम्भत, पञ्चपञ्च कुर्मः वा? एकैक पङ्क्तिं कुर्मः भगिनि. एकपूर्णतया वा? तत्तु किञ्चित् क्लेशः झटिति भवति सत्. एवं वा? अस्तु, महोदय पङ्क्तिं कृतवान् अस्ति. पर्यायद्वयं पञ्चपञ्च कृत्वा तदनन्तरं पङ्क्तिशः कुर्मः वा? अस्तु अस्तु. टेक् इति धातु सेट् अस्ति, इति टेकिता, टेकितुं, टेकितव्यं. ध्रु इति उकारान्तधातु, अन्यत् भवति भवति ध्रोता, ध्रोतव्यं, ध्रोता, ध्रोतव्यं, ध्रोतुं. षिट् इति पुनः सेट् भवति, शेतिता, शेतितुं, शेतितव्यं. विद् इति अन्यत् अस्ति, वेता, वेतुं, वेतव्यं. पिस् सेट्, पेषिता, पेषितुं, पेषितव्यं. धिवृ इति ऋकारान्त आवलिं नास्ति, सो भवति अन्यत्. धवर्ता, धवर्तुं, धवर्तव्यं. केवलं गुणं भवति, पञ्च अभवत् साधु. क्षम्यतां, तर्हि पूरयतु भगिनि तत्र. अस्तु अस्तु. व्रज, व्रज इति अन्यत्, व्रजिता, क्षम्यतां, सेट् अस्ति, व्रजिता, व्रजितुं, व्रजितव्यं. लग् सेट्, लगिता, लगितुं, लगितव्यं. खिट् सेट्, खेतिता, खेतितुं, खेतितव्यं. गुङ् सेट्, गोङ्गिता, गोङ्गितुं, गोङ्गितव्यं. वृत् सेट् भवति, वर्ता, वरितुं, वरिता, वरितुं, वरितव्यं. लभ् इति अन्यत्, लब्धा, लब्धुं, लब्धव्यं. श्रिश् सेट्, श्रेष्ठा, श्रेषिता, श्रेषितुं, श्रेषितव्यं. धृज् सेट्, धर्जिता, धर्जितुं, धर्जितव्यं. ऋज् सेट्, अर्जिता, रज्जिता, रज्जितुं, रज्जितव्यम् इति. अर् भवति कि न इति, गुणकार्यं भवति तत्र. अस्तु, प्रथमम् अस्ति, उपधायामपि अस्ति. अस्तु, तो अर्जिता, अर्जितुम्, अर्जितव्यं. हुड् सेट् अस्ति, होडिता, होडितुं, होडितव्यं. लुप् इति अन्यत्, लोप्ता, लोप्तुं, लोप्तव्यम्. लुप् इति आवल्याम् अस्ति वा? आवल्याम् अस्ति, लुप् छुप् इति पकारान्तम्. एकपङ्क्ति अभवत् भगिनि. आं भगिनि, क्षम्यताम्. अग्रे अग्रे अरुणा भगिनी करोति वा भगिनि? कुत्र अस्ति भगिनि करपत्रं? इडुव्यवस्था अभ्यासः इति अस्ति खलु, अत्र प्रेषयामि, लिङ्क् प्रेषयामि. 15A लिङ्क् प्रेष्यते. ततः द्वितीयपङ्क्ति. महोदय, मणिमहोदय करोति वा? महोदय अस्ति वा? क्षम्यतां महोदय, वदामि. कुक् धातु सेट् अस्ति, अद कोकिता, कोकितुं, कोकितव्यं. स्फुटपि सेट्, अधः स्फोटिता, स्फोटितुं, स्फोटितव्यः. अनन्तरं टिप् तपति अनीत्य अतः तेप्ता तेप्तुं तेप्तव्यं त्यक् सेट् त्वक्किता त्वक्कितुं त्वक्कितव्यं द्रमपि चेत् द्रमिता द्रमितुं द्रमितव्यं जिम् मकारन्त जिम् सेट् अतः जेमिता जेमितुं जेमितव्य अनन्तरं शर्रपि चेत् चरिता चरितुं चरितव्यं कृप् क्रप् क्रप् सेट् क्रपिता क्रपितुं क्रपितव्यं मस् सेट् अस्ति मसिता मसितुं मसितव्यं ह्वेभि सेट् ह्वे उपदेशे शिति अनेन हा भवति न क्षम्यतां धन्यवादः वा हेमता वा सर्वे आकारान्त दातु अन्यतः अहम् अवचामि इदानीं भवता हाता रूपं हाता हातुं हातव्यं दक् दातु अनीत् दग्धा दग्धुं दग्धव्यम् इक् दातुः सेट् इकिता इकितुं इकितव्यं युपि सेट् अतः यविता यवितुं यवितव्यम् उभयपदि नास्ति वा क्षम्यतां सेट् सेट् अस्ति आमां क्षम्यतां एजेण्ट् तर्वाद अकारन्त त्राता त्रातुं त्रातव्यम् अनन्तरं चिट् चिट् अपि चेत् चेटिता चेटितुं चेटितव्यम् उट् उट् अपि चेत् उट् अथवा ओटिता अदुटिता न न सेट् अस्ति अतः ओटिता इति एव भवति खलु ओटिता ओडितुम् ओडितव्यं त्रप् अपि सेट् त्रपिता त्रपितुं त्रपितव्यम् अरुण भगिनी पठति वदति वा भगिनि भगिनि गच्छतः कुत्र भगिनि तृतीय पङ्क्तिः मन्तु आं वद मन्त मन्तव्य मन्तव्यं मन्त मन्दातु अनित् अस्ति भगिनि सेत् अस्ति खलु मण् अस्माकम् आवल्य मण् नास्ति खलु केवलं मण् एव आसीत् नकम् अस्ति पश्यामः समानदेव दातु अस्ति अत्र तु सेत् इति एव दत्तः मणितव्य मणितव्यं मणितव्य किमल एकरूपं पर्याप्तं तुमुन् तव किम् अस्ति तृच् एकं रूपं पर्याप्तम् ओके मणि मणिता मणित्री मणितृ एकं रूपं पर्याप्तं भगिनि मणिता मणितृ अनन्तरं मणितुं मणितव्यं मणितव्य सर् अत्रपि सेट् इति मन्ये सर् सरितव्य सरितुं तत्सरिता सरि तत्सरितृ स्त्रीलिङ्गे न आवश्यकं केवलं पुल्लिङ्गे प्रातिपदिकं सरिता इति आम् आम् तथा मन् इति धातुः अस्ति वा अहं प्रथमवारं पश्य मच् इति सेट् अस्ति मचितव्य मच् मचितुं मचित्री मचित्र मचित्र प्रातिपदिक मचित्री खड् अपि स्वेट् दाति एव खडितव्य खडितुं खडितृ check also cedeva check it avya check itum check it through mish api check cete ane meshitavya meshitum meshitru svach api set asti स्वच्छितव्य स्वचित्तं स्वचित्रु अण्डपि अणित्तव्य अणित्तुम् अणितृ दीर्घरोकारतृ अत्रपि सर्वे दीर्घरोकारान्ताः सेदेव तर्पितव्य तरितुं तरितृ तरितृपि अत्र दीर्घवाप्य अस्ति भगिनि तरिता व्रो वित्तो वा अनेन कृत्वा तरितव्य तरि तरितृं तरितुं व्यय् अत्रपि सेट् अस्ति व्यये व्ययितव्य व्ययितुं तरितृ ज्वल् सेट् अस्ति ज्वलितव्य ज्वलितुं ज्वलितृ खच् तत्र सेट् एव खचितव्य खचितुं खचितृ रुष् अनेक इति मन्ये भगिनि न भगिनि तालवीयचकार अन्यत् अस्ति यत् मूर्धन्यचकार इति सेट् भवति इति अस्ति तालवीयचकार अस्माकं रोषितव्य रोषितुं रोषितृ शिष्यति सामान्य एव गुणः भवति शेषितव्य शेषितुं शिष्यति अन्यत् अस्ति आवल्यां मूर्धन्य नो षड् दातव शिस् द्वि स्विस् द्विष् फिस् लिस् शिस् स्लिस् शिस् अपि अस्ति आवलि क्षम्यतां क्षम्यतां रूपं भवति श्रेष्ठ श्रेष्ठं श्रेष्ठ खन् खन् अपि चेत् अस्ति खनितव्य खनितुं खनितृ रपितव्य रपितुं रपितृ कार सर्वे अस्ति चेदेव पतितव्य पतितुं पतितृ मम क्रमः खलु तन्निति चेत् मन्ये आवल्यं नास्ति तनितृ तनितव्य तनितृ तनितव्य क्षम् इति क्षन् तु आवल्यम् अस्ति इति कृत्वा अनिर्भवति क्षन्तृ क्षन्तुं क्षन्तव्यम् इति भगिनी धातु वेट् अस्ति क्षम् क्षं वे वेट् अस्ति वा अक्षु अक्षु तदनन्तरम् अपि अशु क्लिशु शं वेतावल्याम् अस्ति शन्ता शमितुं शन्ता वेतावल्यां पश्यन्ती अस्मि क्षमु इति अस्ति आमामां क्षन्ता क्षमिता इति भवति. धन्यस्मि भगिनी. आप् इति अनित आप् तु आप्तुम् इति भवति खलु. आप्तनित् अस्ति, अनित् एव अस्ति. तत्र अस्ति वा अवल्यम्? अहं तु पूर्णतया विस्मृतवती, किमपि न. आप्ता आप्तृ आप्तुम् आप्तव्यं. कित् इति केटिता, केटितुं केटितव्यं. द्यै इति द्याता, द्यातुं द्यातव्यं. रु इति रविता, रवितुं रवितव्यं. गृज् इति गर्जिता, गर्जितुं गर्जितव्यं. बख् इति बखिता, भखितुं भखितव्यं. षट् इति षटिता, षटितुं षटितव्यं. तुस् तोषी, तोषिता षकारः भवति. तोषिता षकारः भवति वा? तुस् इत्यस्य मूर्ध तत्र मूले सकारः अस्ति वा द्रष्टव्यं, तदा एव द्रष्टुं वक्तुं शक्यते. मूले तु सकारः तर्हि तोषिता इत्येव भवति. तोषिता, तोषितुं तोषितव्यं. जि इत्यस्य किं भवति? जेता, जेतुं जेतव्यं. बृज् इत्यस्य भर्जिता, भर्जितुं भर्जितव्यं. सिद्ध इति तु अस्माकम् आवल्यं वर्तते. सेद्धा, सेद्धुं सेद्धव्यम् इति खलु. तदनन्तरं विज् तावदस्ति. विज् इत्यस्य वेक्ता, वेक्तुं वेक्तव्यं. तुब् इत्यस्य तोबिता, तोबितुं तोबितव्यं. कृष् इत्यस्य कर्ष्टा, कर्ष्टुं कर्ष्टव्यं. क्रष्टा, क्रष्टुं क्रष्टव्यम् इति. वेक्ता, वेक्ता तदेव उक्तवती. वेक्ता, वेक्तुम् सिद्ध विज् कृष् अपि किन्तु रूपद्वयम् अस्ति. अनुदातस्य चर्दुपदस्य आदेशः भवति. पृष् इति पर्ष्टा, पर्ष्टुं पर्ष्टव्यम् इति. अस्तु, मम क्रमः लुट् लोठिता, लोठितुं लोठितव्यं. क्लत् क्लथिता, क्लथितुं क्लथितव्यं. पत् पतिता, पतितुं पतितव्यं. तिक् तेक्ता, तेक्तुं तेक्तव्यं. स्रिप् इति अन्यत् अस्ति, द्वयं रूपं भवति. ऋतुपद अन्यतरसाम् अनुदात ऋतुपद अन्यतरसमी एनी सूत्रेण अनेन अम्मा आदेशविकल्पेन भवति. स्रप्ता, स्रप्तुं स्रप्तव्यं. स्रप्ता, स्रप्तुं स्रप्तव्यम् इति रूपं द्वयं. श्रद्ध इति भवति शजिता, शजितुं शजितव्यं. घट् घटिता, घटितुं घटितव्यं. स्तोभिता, स्तोभितुं स्तोभितव्यं. साध, साधा साधुं साधव्यं. त्विष् त्विष् द्विष त्वेष्टा, त्वेष्टुं त्वेष्टव्यं. शच् शचिता, शचितुं शचितव्यं. नी नेता, नेतुं नेतव्यं. प्लिड् प्लेडिता, प्लेडितुं प्लेडितव्यं. शुभ् शोभिता, शोभितुं शोभितव्यं. कु कोता, कोतुं कोतव्यं. वित् वेथिता, वेथितुं वेथितव्यं. निज नेक्ता, नेक्तुं नेक्तव्यम्. इदानीं मम क्रमः वा? आं महोदय. फुल् धातुः पोडिता, पोडितुं पोडितव्यं. दु धातुः उकारान्तः अनीट् अस्ति. दोता, दोतुं दोतव्यं. गृष् सेट् अस्ति. ग्रसिता, ग्रसितुं ग्रसितव्यं. गस् धातुः बस् गस् गस् अनीट् अतः गसि गस्ता, गस्तुं गस्तव्यं. निद् सेट् अस्ति. नेदिता, नेदितुं नेदितव्यं. पुस् अनेक् अतः पोस्ट् पोस्टा, पोष्टुं पोष्टव्यं. छिद्दपि अनेक् चेता, चेतुं चेतव्यं. खग् खग् धातुः सेट् अस्ति. गकिता, गहितुं गवितव्यम्। अनन्तरं कुच् कुचितादपि सेट्, कोचिता कोचितुं कोचितव्यं, हृ हृकारन्दः वा अनीतस्ति, अतः ह्रत्ता ह्रत्तुं ह्रत्तव्यं, मूधातुः सेट्, मोदिता मोदितुं मोदितव्यम्, मोविता इति भवति वकार अस्ति मोविता। पुनः वदतु भगिनि। अहं श्रुतवती भवान् द मोदिता इति भवति वकार भवति मोविता। तत्र मू धातुः ऊकारान्तदातुः सर्वे ऊकारान्तदातव आनीतः भवन्ति इति कृत्वा सेट् भवन्ति भूधातु एव भविता भवतु मोविता मोवितुं मविता रूपं मोविता मोविता मविता साधु साधु मविता मवितुं मवितुं मविता मवितुं मवितव्यं, जट् सेट् झटिता झटितुं झटितव्यं, यब् अनित यब्दा यब्दुं यब्दव्यं, पित् पेटिता पेटितुं पेटितव्यं, नम् अनित् अतः नन्ता नन्तुं नन्तव्यम्, ऊह् धातुः ओडा ओडुम् ओढव्यं, गम् धातुः अनित् गन्ता गन्तुं गन्तव्यम्। महोदय ऊह् इति सेट् भवति साधु ओहिता भवति अवलं नास्ति अवलं नास्ति ओ अतः ओडिता ओहिता ओहिता ओहितुम् ओहितव्यम् एकं रूपमेव ओडाग्रे ओडा नास्ति। ओके अस्तु धन्यवादः। अन्तिमं गम् गन्त गन्ता गन्तुं गन्तव्यम् उक्तवान् नास्ति न उक्तवान् उक्तं क्षुप्तातु चोप्ता चोपितव्य चोपितुं चोपितृ खिद् खिद् अनि अनिट् अस्ति के खेत् खेता खेतुं खरिचति साधु भगिनि केता केतुं केतव्यं खज् खजितव्य खजितुं खजितृ रुच् रुचति सेत् इति मन्ये रोस् रो रोचितव्य रोचितुं रोचितृ खक् कर्तितव्य कर्तितुं कर्तितृ क्षु मकार सर्वे छेवितव्य छेवितुं छेवितृ सच् सचपि सचितव्य सचितुं सचितृ गाग् गागितव्य गागितुं गागितृ यं यमपि अनिट् अस्ति यन्ता यन्तुं यन्तृ शै कथं भवति भगिनि शा भवति वा प्रथमं आं भगिनि आदेश उपदेशस्य ऐकारात् आकारात् अनिट् अस्ति शातव्य शातुं शातृ खेचितव्य खेचितुं खेचितृ क्षीं क्षीम् अपि सेट् अस्ति सेवितव्य सेवितुं भगिनि से योग इता सेट् अस्ति साधु एच्चोवयावनिशविता किं भवति सविता सविता सवितुं सवितव्यं मृत्यु अपि केवलं चेत् अस्ति मार्चितव्या मार्चितुं मार्चितुं न सेट् भवति तु पुगन्तलघुपदे ओकार भवति प्रथमं मोचिता मोचिता मोचितव्यं मोचितुं मोचितृ च्युत् च्योतितव्या च्योतितुं च्योतितृ दिश् दिश् अस्ति अनित् अस्ति दिश् दे देष्ट देष्टुं देष्टृ शचितव्य शचितुं शचितृ द्रज् द्रजितव्य द्रजितुं द्रजितृ षण् षणितृ षणीतुं षणीतव्यम् जजितृ जजितुं जजितव्यम् मेदितृ मेदितुं मेदितव्यम् नुद् तु आवल्याम् अस्ति नोत्ता नोत्तुं नोत्तव्यम् स्मि इत्यस्य स्नेता स्नेतुं स्नेतव्यम् पृष् इत्यस्य प्रोष्टा प्रोषिता प्रोषितुं प्रोषितव्यम् लुच् लोचितां लोचितुं लोचितव्यम् शुत् शोचिता शोचितुं शोचितव्यम् दिश् इत्यस्य मौल्यमस्ति वेष्टा वेष्टुं वेष्टव्यं तावत् चुच् इत्यस्य शोचिता शोचितुं शोचितव्यं मृद् इत्यस्य मर्दिता मर्दितुं मर्दितव्यं ृच् इत्यस्य ग्रोचिता ग्रोचितुं ग्रोचितव्यं खक् इत्यस्य खिता खखितुं खखितव्यं मट् इत्यस्य मटिता मटितुं मटितव्यं रिच् इत्यस्य रेष्टा रेष्ट तत्र आवल्यमस्ति खलु रिष्यति रेष्टा रेष्टुं भगिनी नास्ति रिष्यति रिष् नास्ति वा न दिश् अस्ति अस्ति रिष्टा इत्यस्य भविता भवितुं भवितव्यं ग्लुच् इत्यस्य ग्लोचिता ग्लोचितुं ग्लोचितव्यम् अस्तु मम क्रमः कट् कथिता कथितुं कथितव्यम् अडिता अडितुम् अडितव्यं तुड् तोडिता तोडितुं तोडितव्यं वनिता वरितुं वनितव्यं कबिता कबितुं कबितव्यं दल् दलिता दलितुं दलितव्यं लिश् आवल्यां नास्ति तद् लिश् लिश् लिश् अस्ति लेष्टा लेष्टुं लेष्टव्यं रठ् रठिता रठितुं लठितव्यं शक् शक्ता शक्तुं शक्तव्यं कुज् कोजिता कोजितुं कोजितव्यं क्रच् क्रथिता क्रथितुं क्रथितव्यं नं नन्ता नन्तुं नन्तव्यं शव शविता शवितुं शवितव्यं नख् नखिता नखितुं नखितव्यं जित् द्योतिता द्योतितुं द्योतितव्यं मुद् मोदिता मोदितुं मोदितव्यं मृष् मृष् रूपं द्वयं भवति मष्ट मृष्टा मृष्टुं मृष्टव्यं मष्टा मष्टुं मष्टव्यं मृ मर् इति भवति अन्यत् आवलं सूत्रम् अनुदात ऋतुपदस्य अन्यतरसामिनि अम्मादेश विकर्षेण भवति मृष् पृश् तृप् दृप् कृष् मिस् फ्रिस् कृष् तृप् तृप् ते वेड् अपि भवन्ति. अतः मृष्ट मृष्ट द्विरूपं वा द्वैरूपं मृष्ट मृष्ट मृष्ट अस्तु. कट् अहं वदामि नौ कट् न सेट् अस्ति सम्यक् वा किद् अस्ति परन्तु कट् नास्ति. कथिता कथितुं कथितव्यं श्रेङ् अनीत न न सेट् अस्ति महोदय सेट् अस्ति दास्ति ईकार श्रेण्य श्रै रञ्जिता सञ्जितुं सञ्जित न न ञकारः न ञकारः इत्सञ्ज्ञकः श्रैता श्रैतुं श्रैतव्यं श्रद् श्रदिता श्रदितुं श्रदितव्यं वद् अस्ति वत्ता वक्तुं वक्तव्यं न बद् बद्ध बद् बद्ध भगिनि अन्यत् अस्ति सेत् अस्ति खलु न आवलं नास्ति अद् पद् अद् बद् नास्ति बदिता भवितुं भवितव्यं वच् अस्ति पच् वच् अस्ति किल वक्ता वक्तुं वक्तव्यं नम्ब नास्ति नबितुं नबिता नबितुं नमितव्यं सै साता सातुं सातव्यं गृ धातुः अनीत अतः ग्रता ग्रतुं ग्रन्तव्यं ह्लग् लघिता लघितुं लघितव्यं कटिता कटितुं कटितव्यं पत् सेत् पतिता पतितुं पतितव्यं शुद् अनीत सोदा सोदुं सोदव्यं रचिता रचितुं रचितव्यं क्रुस् अनीत् अतः क्रोष्टा क्रोष्टुं क्रोष्टव्यं स्वित् सेट् स्वेदिता स्वेदितुं स्वेदितव्यं तिल्लति सेट् तेडिता तेडितुं तेडितव्यं प्रच् अनीत् प्रष्टा प्रष्टुं प्रष्टव्यं मुज्जिता भगिनि आं भगिनि मुज् मुज् युज् भुज् युज्य अमुज् मोजितव्य मोजितो मोजितृ क्षिप् क्षिप् अनिट् अस्ति क्षेप्ता क्षेप्तुं क्षेप्तृ ग्लै ग्लातव्य ग्लातुं ग्लातृ नु अनिट् अस्ति सेट् अस्ति आवल्याम् अस्ति भगिनि यूरुनु नु नवितव्य नवितव्य नवितुं नवित नवितृ गुड् गोधा गोदितव्य गोदितुं गोद्रु स्पृश् सेट् अस्ति खलु गोदिता गोदितव्य स्पृशति अनितः स्पृष्टोपद्वयमस्ति स्पष्टव्य प्रष्टुतुं प्रष्टुं स्पष्टृ स्प्रष्टृ पृष् प्रोषितव्य प्रोषितुं प्रोषितव्य म्लुच् सेत् मन्यति म्लोचितव्य म्लोचितुं लोचितृ श्रुत् शोचितव्यं शोचितु कुत्र पठति अस्ति भवती स्पृश् कृतवती तदनन्तरं तृप् इति अस्ति न उत्तमतां भगिनि भुज् छिप् ग्लै नु स्पृश् ओ तृप् ओके तृप् अपि रूपद्वयमस्ति न न अस्ति अत्र विकारान्त न ओके ओके तत्पिता नो त्रोपितव्य त्रोपितव्य त्रोपितु त्रोपितृ ज्युत् ज्योतितव्य ज्योतितुं ज्योतितृ बृह् वर्षितव्य वर्षितुं वर्षितृ द्विष् द्विषति त्वेष्ट त्वेष्टुं तेष्टु स्मृ वृक् ऐ कीप् जम्पिङ्ग् बृह् वृक् वृक् अस्ति तदन् द्विष् तदन वृक् य वर्तितव्य वर्तितुं वर्तितृ तोप्तव्यं तोपितव्यं तोपितुं तोपितृ क्वच् क्वचितव्य क्वचितुं क्वचितृ फच् अनिट् अस्ति पक्तव्य पक्तुं पक्तृ गद् गदितव्य गदितुं गदितृ व्रण् व्रणितव्य व्रणितुं व्रणितृ युद्ध युद्धते अनेक अस्ति योद्धा योद्धुं योद्धृ साधु श्लथिति श्लथिता श्लथितुं श्लथितव्यं पिश् तत्र अनिट् अस्ति पेष्टा पेष्टुं पेष्टव्यं खलु तदनन्तरं वज् वजिता वजितुं वजितव्यं प्लुष् प्लोष्टा प्लोष् क्षम्यतां प्लोषिता प्लोषितुं प्लोषितव्यं जम् जमिता जमितुं जमितव्यं बुद्ध अवल्यम् अस्ति बोद्धा बोद्धुं बोद्धव्यं दृप् तत्र वेत् अस्ति दर्पिता दर्पितुं दर्पितव्यं नो चेत् द्रप्ता द्रप्तुं द्रप्तव्यं नो चेत् द्रप्ता इत्यपि भवति खलु द्रप्ता इत्यपि भवति आं भगिनि रूपत्रयं भवति त्रयं भवति द्रप्ता द्रप्तुं द्रप्तव्यं नै म्लातां म्लातुं म्लातं म्लातव्यम् अम् अमिता अमितुम् अमितव्यं विच् अवल्यम् अस्ति वेक्ता वेक्तुं वेक्तव्यं रुः अवल्यम् अस्ति रोडा रोडुं रोढव्यं ढकारः भवति वृष्टि वर्ष्टा वर्ष्टुं वर्ष्टव्यम् इत्यति एटिता एटिति वर्षति अवल्यं नास्ति नास्ति खलु आं वर्षिता इति उक्तं वर्षिता क्षम्यतां क्षम्यतां प्राहिर्न जाने वर्षिता वर्षितुं वर्षितव्यम् एषिता एटिता एटितुम् एटितव्यं तद् तदिता स्कथितुं स्थगितव्यं शुष् अत्र अवल्यमस्ति खलु तोष्टा कर्तुं तोष्टव्यं शुचिति शोचिता शोचितुं शोचितव्यं स्थितिति स्थेपिता स्थेपितुं स्थेपितव्यम् हन्ता हन्तुं हन्तव्यं स्विज् स्रष्टा स्रष्टुं स्रष्टव्यं शप् शप्ता शप्तुं शप्तव्यं सत्सगिता सगितुं अत्र स्विज् इत्यस्य रूपद्वयं न भवति वा भगिनि? स्विज् एक स्विज् द्रश जलि तत्र नित्यम् अस्ति अमादेश अमागमः पुष् पोष्टा पोष्टुं पोष्टव्यं श्रू श्रु भवति अन्यत् भवति श्रोता श्रोता सर्वे उकारान्त दातव अस्ति साधु स्नु रूयु नु नु स्नु श्नुति श्रविता श्रमितुं श्रमितव्यं क्षम्यतां दिः आवल्याम् अस्ति इति चेत् अन्यत् अस्ति देग्दा देग्दुं देग्धव्यं तुज् तोजिता तोजितुं तोजितव्यं स्कन्ता स्कन्तुं स्कन्तव्यं वै वाता वातुं वातव्यं प्रू प्रोता प्रोतुं प्रोतव्यं मुच् आवल्याम् अस्ति मोक्ता मोक्तुं मोक्तव्यं धृ धर् अन्यत् भवति धर्ता धर्तुं धर्तव्यं कृ कर्ता कर्तुं कर्तव्यं मुड् मोडिता मोडितुं मोडितव्यं स्वप् स्वप्ता स्वप्तुं स्वप्तव्यम् अति अन्यत् अस्ति स्वप् रञ्ज् अपि अन्यत् अस्ति रङ्क्ता रङ्क्तुं रङ्क्तव्यं प्लोदितुं प्लोदितव्यं ब्रु भर्ता भर्तुं भर्तव्यं प्रुड् प्रोडिता प्रोडितुं प्रोडितव्यं वृन् वरिता वरितुं वरितव्यं रुट् रोडिता रोडितुं रोडितव्यं ध्याता ध्यातुं ध्यातव्यं लेप्ता लेप्तुं लेप्तव्यं चोक्ता चोक्तुं चोक्तव्यं तोडिता तोडितुं तोडितव्यं लोटिता लोटितुं लोटितव्यं क्षुद् चोदा शोतुं शोतव्यं यष्टा भवति सुज्यमिज राजय आमाम् अदा तदेव अहमपि यष्टा यष्टुं यष्टव्यं लकिता लिखितुं लिखितव्यं बन्धा बन्धुं बन्धव्यं ग्रजिता ग्रजितुं ग्रजितव्यं चडिता चडितुं चडितव्यं लज्जिता लजितुं लजितव्यं लज् सेट् किल धन्यवादः लजिता लजितुं लजितव्यम् आं भगिनि मत् मथितव्य मथितुं मथितृ अक् अक्ता अक्कितव्यम् अकितुम् अकितृ हृष् हर्ष्ट हर्षितुं हर्षितुं हर्षितव्य हर्षितृ दृश् द्रष्टा भवति भगिनि द्रष्टा द्रष्टुं द्रष्टृ किशोर् इति भगिनी उक्तवती खलु अम्म किं भगिनि ऋजिदृशोर् जलि अम्म किति इति सूत्रेण नित्यम् अमागमः भवति इति भगिनी स्मरितवती रूपं किं भगिनि द्रष्टा एव न द्रष्टा इति चतितव्य चतितुं चतितृ द्वन् ध्वनितव्य ध्वनितुं ध्वनितृ खुरु खोलितव्य खोलितुं खोलितृ भुज् अनित् अस्ति भोक्ता भोक्तुं भोक्तृ अट् अटितव्य अटितुम् अटितृ त्विश् अपि चेत् अस्ति त्वेष्टा त्वेष्टुं त्वेष्टृ स्पृ स्मरितव्यं स्मरितव्यं स्मरितृ भगिनि मृ इति सर्वे ऋकारान्त धातुः केवलं व्रिङ् व्रिङ् इति स्टेट् भवति, अन्यत् अस्ति स्म स्मृ अन्यत् अस्ति भगिनि. आम् ओके, ऋकारान्त् अस्ति साधु केवलं द्वयं स्टेट् सन्ति व्रिङ् व्रिङ् स्मृति अन्यत् साधु. ओके मर्तादेन भगिनि मर्ता अस्ति स्टेट् अस्ति आम् वरितव्य वरितुं वरितृ झट् झटितव्य झटितुं झटितृ रणति रणितव्य रणितुं रणितृ दधितव्य दधितुं दधितृ स्वन् स्वनितव्य स्वनितुं स्वनितृ व्यक्त व्यतितव्य व्यथितुं व्यतितृ मखिता मखितुं मखितव्यं सञ्ज सञ्जिता इति सञ्जिता सञ्जितुं सञ्जितव्यं अन्यत् अस्ति चकारः भवति रञ्ज् भञ्ज् सञ्ज् स्वञ्ज् इति चत्वारः रञ्ज् भञ्ज् आम् आं भगिनि आं सङ्क्ता सङ्क्तुं सङ्क्तव्यं तक् तकिता तकितुं तकितव्यं व्यद् व्यद्धा व्यद्धुं व्यद्धव्यम् अवल्यमस्ति अग् अगिता अगितुम् अगितव्यं प्रत् प्रतिथा प्रतितुं प्रतितव्यं तृप् तत्तु उभे तत्र वेट् अस्ति तृप्ता तृप्तुं तृप्तव्यं तर्प्ता तर्प्तुं तर्प्तव्यं तृपिता तृपितुं तर्पिता तर्पितुं तर्पितव्यम् इति भूपत्रयं सिक्त् आवल्यम् अस्ति सेक्ता सेक्तुं सेक्तव्यं क्षुब् क्षोब्धा क्षोभिता क्षोभितुं क्षोभितव्यम् आवल्यं नास्ति स्वञ्ज् स्वञ्ज् तु अस्ति खलु स्वङ्क्ता स्वङ्क्तुं स्वङ्क्तव्यम् इति भवति दुः आवल्यम् अस्ति दोग्धा दोग्धुं दोग्धव्यं जयि जाता जातुं जातव्यं जृ ज्रेता ज्रेतुं ज्रेतव्यं दुष् दोषिता आवल्यं नास्ति दोषिता दोषिता किं भगिनि चत्वारशकारान्त इति भवति वा तर्हि दोष्टा भवति मनसि न स्मरामि दोष्टा दुश्य अस्तु दुश्य तुष्य दुश्य पुष्य अस्तु दोष्टा दुष्टव्यम् ऊख् ओखिता ओखितुम् ओखितव्यं गुण् गोणिता गोणितुं गोणितव्यं रभ् अवल्यमस्ति रब्धा रब्धुं रब्धव्यम् घोटिता घोटितुं घोटितव्यं श्लिश्लेष्टा श्लेष्टुं श्लेष्टव्यं हुल् होलिता होलितुं होलितव्यं रुट् रोटिता रोटितुं रोटितव्यं घुष् घोषिता घोषितुं घोषितव्यं दंश दंष्टा दंष्टुं दंष्टव्यं च्यू चोता चोतुं चोतव्यं घृ घर्ता घर्तुं घर्तव्यम् उष् ओषिता ओषितुम् ओषितव्यं पू पविता पवितुं पवितव्यं श्रै श्राता श्रातुं श्रातव्यं रुज् रोक्ता रोक्तुं रोक्तव्यं निश् नेषिता नेषितुं नेषितव्यं त्रुफ् त्रोफिता त्रोफितुं त्रोफितं मिह् इति मेधा मेधा मेधुं मेधव्यं पट् पटिता पठितुं पठितव्यं सृ इति वेद् अस्ति स्वरिता स्वरितुं स्वरितव्यं स्वर्ता स्वर्तुं स्वर्तव्यम् इति मज्जिधातुः मङ्क्ता मङ्क्तुं मङ्क्तव्यं गृह् गृहीता गृहीतुं गर्हिता गर्हितुं गर्हितव्यम् अनन्तरं गड्डा गड्डं गड्डव्यं द्वयं रूपं वे वाता वातुं वातव्यं रूपत्रयमेव भवति गृहीत्यस्य रूपत्रयं न भवति वा तत्र अनुदातस्य चर्दुपदस्य तस्य कार्यं नास्ति वा रूपद्वयमेव वा आमां रूपद्वयं त्रयं गर्डा गड्डं गर्हिता गर्हितुं द्वं रूपमण्ल त्रय क्रिया I don't know, in the, in the, Vedhati Avalyam. Garda Gardam, Aam, Aam, Aam. Into Anyatra Tatra, Anudha. Varghe, Aham, Purnasya Na, Avagatavati, Greti, Vedhavalyam, Dhirga Rikarantasi, Va, Vaswa Rikarantasi, Greta. इति ह्रस्वरिकारान्तः एव ह्रस्वरिकारान्तः एव साधु परन्तु आवल्यमस्ति गृहो दीर्घ उकारः तथैव ते किम् आवल्यं किमस्ति गृहो हकारस्य उकारः अस्ति किन्तु तत्तु हकारस्य हकारस्य उकारस्य अस्ति खलु गृ इत्यस्य तु ऋकारः तु ह्रस्वः एव अस्ति आं महोदय ऊकारन्द धातुः हकारन्द ऊकार गृहू इति गृहो इति अनुनास अजनुनासिकः वर्णः महोदय अधः गृह गृह द्वमपि समतानुरूपम् अनुदात स्वरः तत्र न उक्तः तस्मिन् न उक्तः हा हा अस्तु धन्यवादः महोदय पूर्वम् अहं न आगच्छामि अधः गृहधातुः अपि ग्रहिता ग्रहीतुं ग्रहीतव्यम् अनन्तरं गड्डा गड्डुं गड्डव्यं तदेव वा आं महोदय अत्र तु गृह अनुदातः नास्ति प्रायः अस्तु अनुदातः अहम् अनन्तरं वे गत्वा वे वार्ता वातुं वार्तव्यं सोष्ठा सोष्ठुं सोष्ठव्यं स्विद्ध अस्ति तथा स्विद्ध अस्ति अस्ति श्वेता श्वेतुं श्वेतोयं वः ओडा ओडुम् ओडव्यं दृक् दड्डा दड्डुं दद्दव्यम् अनन्तरं रहिमिता वा दड्डा वा द्रहिता केवलं साधु द्रहिता अस्माकं वाल्यां मे द्रुः अस्ति वेड् वाल्यां मे द्रुः अस्ति इति द्रुः नास्ति भवति मेष्टा मेष्टुं मेष्टव्यं रिच् अस्ति रेक्ता रेक्तुं रेक्तव्यं रगिता रगितुं रगितव्यं चू एव अस्ति ची नास्ति अतः चेता चेतुं चेतव्यं स्वी स्वैता स्वैतुं स्वैतव्यं युज् योक्ता वा योक्ता योक्तुं योक्तव्यं त्वजिता त्वजितुं त्वजितव्यं मृष् मृष्टा मृष्टुं मृष्टव्यं महोदय मृष् यद् धातु अस्ति तत्र तालव्यशकार अस्ति खलु अन्यत् यत् अस्ति मूर्धन्यशकारान्त सेट् भवति साधु सेट् धन्यवादः स्पृश् मृष् इति अस्ति खलु तत्र अतः मर्षिता वा मर्षिता मर्षिता मर्षिता मर्षितुं मर्षितव्यं ब्रज् अतः स्वरूपमस्ति अत्र मृष्टा द्रष्टुं द्रष्टव्यम् अनन्तरूपम् अन्यरूपम् इति मर्षा मर्षितुं मर्षितव्यं सम्यक् वा मृषति केवलम् एक भवति न एकरूपे भवति मर्षिता मर्षितु तालव्यशकारधातु अन्यत् अस्ति रूपं द्वयं भवति अनुदात्तऋतुपदस्य अनेन आं भगिनि ब्रज् ब्रज् अस्ति द्वौरूपं किल ब्रज् तस्य द्वरूपमस्ति तदेव अनन्तरं न भवति चिन्ता मास्तु अनन्तरं किम् अहं त्वजित वा ब्रज् नख् नग् दाहु नहोदः नद्दा नद्दुं नन्तव्यं धन्यवादः भगिनि अम्बनि फगितव्या फगितुं फगितृ चज् तक्ता पक्तुं तक्तृ वृद्ध वर्धितव्या वर्धितुं वर्धितृ लिह् लेद लेदुं लेद्रु वस् वसितव्यं गस् वस् वस् गस् वस् अनेक भगिनि आव्यामस्ति भगिनि वस् वस्ता वस्तु वस्त्रु युत् यो योजितव्यं योजितव्यं योजितुं योतृ श्रुब् सर्वितव्य सर्वितुं सर्वितृ स्तप् स्तमितव्यं स्मितुं स्तमितुं स्तमितृ स्तमितृ स्खौ स्खलितव्य स्खलितुं स्खलितृ रं रम्ता रम्तुं रन्तृ गल् गलितव्य गलितुं गलितृ ऐ अयितव्य अयितुम् अयितृ यत् यतितव्य यतितुं यतितृ अद् अस्ति आवल्यमस्ति इति मन्ये अद् अत्ता अत्तुम् अत्रु मृद् मर्दितव्य मर्दितु मर्दितृ सद् सदितव्य सजितुं सजितृ पै पयितव्य पयितुं पयितृ पशिता स्पशितुं स्पशितु स्पश् नास्ति खलु स्पश् स्पशिता स्पशितुं स्पशितव्यं खलु नास्ति खलु नास्ति भगिनि लडिता लडितुं लडितव्यं गज् गजिता गजितुं गजितव्यं चप् चपि चपिता चपितुं चपितव्यं शशि शशिता शशितुं शशितव्यं भज् भजिता भजितुं भजितव्यं क्षम्यतां भज् अस्ति भक्ता भक्तुं भक्तव्यम् इति भवति लप् लपिता लपितुं लपितव्यं कठ् कटिता कटितुं कटितव्यं वल् वलिता वलितुं वलितव्यं खल् कलिता कलितुं कलितव्यं वं वमिता वमितुं वमितव्यं नद् अस्ति अवल्यम् अस्ति नत्ता नत्तुं नद् नास्ति अद् पद् अद् षद् षद् नद् अय्यो क्षम्यतां नदिता नदितुं नदितव्यं हण् फणिता फणितुं फणितव्यं हट् हटिता हटितुं हटितव्यं तट् तटिता तटितुं तटितव्यं वयि वयिता वयितुं वयितव्यं स्वद् स्वदिता स्वदितुं स्वद् नास्ति स्वदितुं स्वयं शमिता शमिता शमितुं शमितव्यं दयिता दयितुं दयितव्यं क्वत् कमिता कमितुं कमितव्यं रफ्रफिता रफितुं रफितव्यं भट् भटिता भटितुं भटितव्यं क्षं शमिता शमितुं शमितव्यं पद् पत्ता पत्तुं पत्तव्यं स्थग् स्थगिता स्थगितुं स्थगतव्यं स्थगितव्यं दय दयिता दयितुं दयितव्यं सन् सनिता सनितुं सनितव्यं रद् रदिता रदितुं रदितव्यं शद् शत्ता शत्रुं शर्तव्यं जं जंसा जंसुं जंसव्यं ज्वर् ज्वरिता ज्वरितुं ज्वरितव्यं शु शविता शवितुं शवितव्यं गै गाता गातुं गातव्यं जप् जपिता जपितुं जपितव्यम् सन् धातुः सनिता सनितुं सनितव्यं तद् तदिता तदितुं तदितव्यं शुद्ध शुद्ध अस्ति भगिनि नास्ति शुद्ध शुद्ध नुद् आमां ज्योता ज्योतुं ज्योतव्यं सरिता सरितुं सरितव्यं रोष्टा रोष्टुं रोष्टव्यं पठिता पठितुं पठितव्यं हद् हत्ता हर्तुं हर्तव्यं रटिता रटितुं रटितव्यं रयिता रयितुं रयितव्यं नलिता नलितुं नलितव्यं समिता समितुं समितव्यं बित् बेता बेतुं बेतव्यं वटिता वटितुं वटितव्यं हयिता हयितुं हयितव्यं सद् सद् सत् नास्ति सरिता सरितुं सरितव्यं वपिता वपितुं वपितव्यं क्षम्यता वक्ता वक्तव्यं तयिता तयितुं तैतव्यम् अर्णभगिनि मन्द महोदय मन्ता मन्तुं मन्तव्यं धै ध्यातव्यं ध्यातुं ध्यातृ रं रन्ता रन्तुं रन्तृ भगिनि भगिनि क्षम्यतां भगिनि अत्र मकारन्त उच्चारणे अथवा नकारः वा रन्ता मकारस्य नकारः भवति नकारः चषितव्य चषितुं चषितृ फल फलितव्य फलितुं चलितृ अस्ति भगिनि अन्यत् अस्ति वा नास्ति नास्ति शप् अस्ति सप् नास्ति न शप् नास्ति वा शपितव्य शपितुं शपितृ वन् वनितव्य वनितुं वनितृ छन् छनितव्य छनितुं छनितृ हल् हलितव्य हलितुं हलितृ थुद् थोत्थ तोत्थुं तोतृ नय नयितव्य नयितुं नयितृ वट् वटितव्यं वटिता वटितृ धे धातव्य धातुं धातृ डीं दयिता दयितव्य दयितुं लत् लतितव्य भगिनि लट् लतितव्य लतितुं लतितृ फल् फलितव्य फलितुं फलितृ नट् नटितव्य नटितुं नटितृ मम क्रमः अत् अति अतिता अतितुम् अतितव्यं क्रुद् क्रोद्धा क्रोद्धुं क्रोतव्यं व्ये व्याता व्यातुं व्यातव्यं चै चयिता चयितुं चयितव्यं सट् सटिता सटितुं सटितव्यं पट् पठिता पठितुं पठितव्यं मल् मलिता मलितुं मलितव्यं खन् खनिता खनितुं खनितव्यं राध् राधा राधुं राधव्यं मयि मयिता मयितुं मयितव्यं पै पाता पातुं पातव्यं तप् तप्ता तप्तुं तप्तव्यं दै दाता दातुं दातव्यं हट् हटिता हटितुं हटितव्यं इश् वेष्टा वेष्टुं वेष्टव्यं खलु वेष्टा वेष्टुं वेष्टव्यम् अवलमस्ति खलु द्रै द्रै द्राता द्रातुं द्रातुं साधु भगिनि पूर्वतन पर्याये यदा वयं कृतवन्तः तदा तु अर्धभागमपि न आगतवन्तः प्रायः भवति. अद्य वयम् अन्य किं न कृतवन्तः साधु. आम् अनन्तरं रूप विवरणं न दत्तवन्तः, केवलं रूपाणि साधितवन्तः. कारणं किं वयं इदानीं जानीमः. अहं तु सर्वं पूर्णतया विस्मृतवती भगिनी. भवती जानाति चिन्ता जायते मम. क्रमेण उक्त जानामि रेण्डम् कष्टं भवति. नूतनवर्षे मिलामः. आं भगिनि, सर्वेभ्यः नूतनवर्षे कम्प्लीशन् कृतवान् वा किं महोदय? कम्प्लीशन् कृतम्. ओके, धन्यवादः. तत् अहम् उक्तवती भवतः कृते, अहम् उक्तवती भवतः कृते पठितं पुनः नास्ति. परस्परं किं पठितव्यं भवान् भवान् गतसप्ताहे द्वयसप्ताहं नास्ति वयं कृतवन्तः तत्र तत्र विवरणं कर्तुमिच्छति वा भगिनि भवत्यस्य कृते? अस्तु उद्घाटयामि. अस्तु महोदय, इति संक्षेपे वदामि, यस्य हल् इति यत् सूत्रमस्ति, अनेन सूत्रं वदति हलन्त हल् हल् परे य शब्दस्य लोपः भवति सार्धधातुक क्षम्यताम् आर्धधातुकप्रत्यय यदि परम् अस्ति. तो इदानीं य शब्दस्य यदा लोपः भवति तद् इति तस्य भवत् दीर्घा चर्चा जाता. य शब्दस्य केवलं स्वीकर्तव्यं वा केवलं यकारस्य स्वीकर्तव्यम् इति अस्ति. सो समाधानमस्ति यकारस्य एव स्वीकर्तुं कर्तव्यं, न तु पूर्ण य शब्दस्य लोप स्वीकर्तव्यं. कारणं कि यदि य शब्दस्य प्रथमं वदामि यकारस्य एव लोप कर्तव्यं, कारणं कि अनेन किं भवति यकारस्य लोपः भवति तदनन्तरम् अ अवशिष्यते, अतो लोप अनेन आगत्य तत्र अकारस्य लोपः भवति. तदनन्तरम् अच परस्मिन् पूर्वकर्तव्ये इति सूत्रेण अजादेश भवति, अनेन पुगन्तलघुपदस्य इति सूत्रं बाधितं भवति, इष्टरूपम् आगच्छति. उदाहरणमस्ति लेलिख्य, लेलिख्य यदि अस्ति यकार्य अस्ति लेलिख्ययोग इत्तव्य यदि अस्ति त इदानीं यस्य हल अनेन य शब्दस्य लोपः भवति लेलिख्ययोग इत्तव्य आगच्छति. इदानीं यदि लेलिख्ययोग इत्तव्य अस्ति य शब्द पूर्णतया अजादेश कर्तव्यं वा न इति प्रश्न वदेति. तस्य उत्तरं अनन्तरं वदामि. यदि प्रथमं यकारस्य एव लोपः कर्तव्यं यस्य लोपः भवति तदनन्तरम् अ अवशिष्यते, अ अवशिष्यते अतो लोपनेन अकारस्य लोपः भवति. इदानीम् अच परस्मिन् पूर्वकर्तव्ये इति अजादेशः भवति. यदि अजादेशः भवति तदनन्तरं पुगन्तलघुपदस्य अनेन तस्य कार्यं बाधितं भवति. सो लेखितव्य इति न भवति, इदानीं लेखितव्य इति इष्टरूपं प्राप्ति भवति. यदि लाघव इति स्वीकुर्मः, लाघव यदि स्वीकुर्मः न इत्यस्य समाधानं काशिकायां दत्तति सङ्घातग्रहणं. सङ्घातग्रहणम् अपि कौमुद्यामपि अस्ति सङ्घातग्रहणं. सङ्घातग्रहणम् इति अर्थः किम् अस्ति, यकार सहित अकारे यदि भवति तदानीमेव यस्य हल्यस्य कार्यं भवति तद् यदि यकार विहाय अकार यकार विहाय अकार विहाय यकार अस्ति तत्र कार्यं न भवति यथा उक्तम् उदाहरणमस्ति ईष्य धातु अस्ति ईष्य धातु ईष्य अस्ति अस्ति यकार केवलं तत्र तदनन्तरम् अकार नास्ति तत्र यस्य हल तत्र कार्यं न भवति कारण कि यकार अकारयुक्त यकार नास्ति तो इति सङ्घातग्रहणं युक्ते यकारयुक्त अकार भवेत् यस्य हल इत्यस्य कार्य कर्तुं त इदानीम् इति साधितं भवति यस्य हल यदि कार्यं करोति तद् यकारयुक्त अकार भवेत् किन्तु यस्य हलनेन केवलं यकारस्य एव लोपः भवति तदनन्तरम् अतो लोप अनेन अकारस्य लोपः भवति एकम् इति अस्ति द्वितीयवार्ता अस्ति यदि य इति शब्दः अस्ति यस्य हल तत्र हल इति पञ्चमी विभक्ति भवति तु पञ्चमी विभक्ति यदि भवति तु अन्य मार्गेण अपि यस्य हल तस्य कार्यं भवितुं शक्नोति अन्यमार्गः किम् अस्ति आदे परस्य इति यदि सूत्रं स्वीकुर्मः अनेन किं भवति आदे परस्य इति सूत्रं वदति इति सूत्रं नियमसूत्रमस्ति तदा किमस्ति तस्मात् उत्तरस्य अनेन सूत्रं यत् पञ्चमी विभक्त्यां परम् अस्ति तस्य ग्रहणं कर्तव्यं किन्तु आदे परस्य पञ्चमी इति तस्मात् उत्तरस्य इति नियमं करोति अस्मिन् परं पञ्चमी विभक्त्यां परं यत् शब्दम् अस्ति तस्य केवलं आदौ यत् वर्णः अस्ति तस्य ग्रहणं कर्तव्यम् इति अस्ति सो यदि लेख्य इति यदि वयं उदाहरणं स्वीकुर्मः तत्र यस्य हल अनेन किं भवति यकार इति हल् परे यत् यकार अस्ति खकार परे यकार इति य शब्दस्य उत्तर खकारस्य उत्तरं य शब्दः अस्ति तस्य य शब्दस्य पूर्वपदम् अस्ति य यकार सो तस्य एव लोपः भवति तदनन्तरं पुनः अतोलोप अनेन अतोलोप भव कार्यं भवति अच परस्मिन् अनेन अजादेशः भवति इष्टरूपं प्राप्तिः भवति इति द्वे मार्गद्वयं भवति येन वयं सङ्घातग्रहणम् अपि आदे परस्य अस्ति मार्गद्वयम् अस्ति यस्य हलस्य कार्यम् इष्टरूपं प्राप्ति भवति यदि तृतीय अस्ति तृतीयसमस्या अस्ति यदि केचन वदन्ति लाघव भवति यदि य शब्दस्य सम्पूर्ण यस्य हलेन य शब्दस्य सम्पूर्णतया यदि लोपः भवति तदनम् अजाद् अच परस्मिन् पूर्वकर्तव्ये अजादेश यत् भवति तस्य पूर्व सम्पूर्ण य स अजादेश मन्तव्यं न तु केवलम् एकवर्णस्य अजादेश इति स्वीकर्तव्यं तद् इति माता वदति इति अनेन यदि वयम् इति स्वीकुर्मः एकवर्णस्य अधिकं वर्णाः अजादेश करणेन अन्ये अन्ये स्थलेषु अन्यस्थलेषु इष्टरूपं न आगच्छति तस्य उदाहरणानि सन्ति द्वयम् उदाहरणद्वयम् अस्ति एकस्ति विंशति पदम् अस्ति तस्य विंशतिपदं तत्र तस्य पूर्णे डट् इति सूत्रेण यदि भवान् पश्यति तत्र भाष्यकाले प्रमाणत्वेन अनेकानि उदाहरणानि दत्तानि तस्य पूर्णे डट् इति सूत्रेण यदि डट् प्रत्यय विधीयते विंशन्ति योग डट् अनेन अनुबन्धालोपानन्तर अ अवशिष्यते यचिभामन्येन किं भवति भसंज्ञा भवति तदनन्तरं विंशते द्विति इति सूत्रम् आगत्य ति इत्यस्य लोपः भवति विंशयोग अ इति अवशिष्यते तत्र अतो गुणे अनेन कार्यं भवति पूर्वपरयो पर आदेश इति पर अत गुण आदेश इति स्वीकर्तव्यं विंश इति भवति इदानीं ति इति अस्ति वर्णद्वयम् अस्ति तकार इकार साधु सो यदा अच परस्मिन् पूर्वविदो इति यदि वयं सम्पूर्णतया ति इति ति शब्द इति वयम् अजादेश इति स्थानी कुर्मः स्थानीवत् कुर्मः तत्र विंशयोग ति योग अ आगच्छति तत्र अच परस्मिन् पूर्वविदो तस्य कार्यम् एव न भवति अपि अनिष्ट अनिष्टारूपाप्त अनिष्टापति भवति तथैव यदि केवलं ति तकार निष्कास्य केवलम् इ स्वीकुर्मः तत्र विंशयोग इ योग अ आगच्छति तत्रापि विंश्य इति भवति अनिष्टरूपम् आगच्छति तो इति साधितं भवति अच परस्मिन् पूर्वविदौ केवलम् एकवर्णस्य अचादेश अजादेश स्वीकर्तव्यं न तु एकस्मात् अधिकवर्णाः स्वीकर्तव्यं तथैव यस्य हल यति वयं यस्य हल य शब्दस्य केवलं य अकार एव स्वीकर्तव्यं न तु पूर्ण य शब्दस्य स्वीकर्तव्यम् अजादेश प्रकारेण तत् अन्यसूत्रम् अन्य उदाहरणमस्ति स्थूल दूर युव ह्रस्व क्षिप्रशूद्राणां यणादि परं पूर्वस्य च गुण इति सूत्रमस्ति तद्धितान्तप्रकरणे तत्र किमस्ति सूत्रं वदति स्थूल दूर युव अस्व क्षिप्र शुद्र इत्येतेषां यणादि परं लुप्यते इष्ट इमन् इयस् इति प्रत्ययेषु परेषु पूर्वस्य च गुणः भवति कार्यं द्वयं भवति इति सूत्रेण इष्ट इमन् इयस् इति ये तुलनाकर्ते इति तद्धिता प्रत्ययाः सन्ति इति यत् स्थूलदूरयुव इति सूत्रम् अस्ति तेषां तस्य प्रत्येक यत् धातु अत्र दत्तमस्ति तत्र अन्तिमवर्णजस्ति स्थूल ल दूर र युव व ह्रस्व व क्षिप्र र शुद्र र इति ये यण् प्रत्याहारे आगच्छन्ति सो तेषां लोपः भवति तस्य पूर्वं यत् स्वर अस्ति दू ऊ तत्र गुणः भवति अस्माकम् उदाहरणमस्ति स्थूलयोग इष्टन् सो अनेन सूत्रेण ल इति लकार अकार द्वयोः लोपः अस्ति तदनन्तरं स्थू इत्यस्य गुणः भवति स्थो योग इष्ट तत्र एचो वयावनेन स्थविष्ठ इति रूपम् आगच्छति यदि वयम् इदानीं ल इति पूर ल सम्पूर्ण ल इति अजादेश स्वीकुर्मः तत्र अनिष्टापति पुनः आगच्छति स्थो योग ल योग इष्ट तु इदानीम् इति साधितं भवति अच परस्मिन् पूर्वविधौ इति सूत्रेण केवलम् एकवर्णस्य एव अजादेश स्वीकर्तव्यं न तु अनेकवर्णस्य इति तु लाघवम् इति नास्ति यदि यथा केचन वदन्ति यस्य हल अनेन यदि य शब्दस्य लोप कुर्मः तत्र अच परस्मिन् पूर्वविदो य इति लाघव यदि लाघवं वदामः तस्य लाभः किम् अस्ति तेषां मतमस्ति यथा पाणिनिया यस्य हल इति शब्द इति दत्तमस्ति तथैव एव शब्दार्थ आगच्छति अन्य सङ्घात्तग्रहण इति तस्य कोऽपि कारण इति न वक्तव्यम्, अपि अतो लोप तस्य कार्यं न आगच्छति, अपि अलोन्त्यस्य तस्य अपि न भवति तु इति लाघवं ते वदन्ति. किन्तु अनेन अच परस्मिन् पूर्वविधौ तस्य कार्यस्थलं बृहत् अस्ति, अन्यस्थलेषु तस्य कार्यं साधितं न भवति यदि एक अचवनस्य विहाय अधिकावर्णः यदि स्वीकुर्मः इति वयं वर्गे चर्चितवन्तः. चत्वारि वर्गाणि चतुर्वर्गेषु इति कृतवन्तः. साधु भगिनि. मणिमहोदय अवगतवान् किं न अवगच्छामि किं महोदय अवगतवान् सम्यक् सम्यक् अवगतवान् श्रूय अवगतवान् अस्तु धन्यवादः. अस्तु धन्यवादः सर्वेभ्य महोदय. अस्तु धन्यवादः भगिनी, भवती पूर्ण 23 इति वयं पाठितवती, भगिनी पाठितवती, भवती स्वयं पाठयति, अहं तु केवलम् उद्घाटयति. धन्यवादः भगिनी, धन्यवादः.